अस्तु, तर्हि ज्ञानं तद्विषयतात् तदस्ति अस्माकं विषयः, कथं किं कुर्मः पुनः पुस्तकस्य पठनमनन्तरं तस्मिन् विषये चर्चां कुर्मः वा? भवती कथं करोति कथं करोति? यथा स्वरूपमहोदय शनिवासरे पाठयति तथा एव अहं मङ्गलवासरे अपि प्रारम्भं करोमि। अहं न आसं तदा। आमाम् आम् अस्तु, तर्हि तथैव कुर्मः। मीता भगिनी अस्ति वा इदानीम्? अस्मि। अस्तु, तर्हि भवती आरम्भं करोति वा, तत्र ज्ञानं तद् विषयता च इति आरभ्य करोति वा? आम् आम् पठामि। अस्तु अस्तु। विवरणसौकर्याय विषयता विषयिता च इति द्वौ सम्बन्धौ निरूप्येते। तत्र गुणविभागे बुद्धिः ज्ञानमिति वा गुणः सङ्ग्रहे वक्ष्यते। अयं च सर्वव्यवहाराणां कारणम् इति चोच्यते। कथं येन कदाचिदपि गौः केनापि प्रमाणेन न ज्ञाता न सः गामानय इत्यादिव्यवहार समर्थः वक्तुं समर्थः एवं सर्वत्र। अस्तु अस्तु, इदानीं किञ्चित् विवरणं करोति वा? विवरणं कर्तुं न शक्नोमि। अस्तु, चिन्ता नास्ति, यत्किमपि कर्तुं शक्यते करोतु, अन्यथा वयं किञ्चित् चर्चां कुर्मः। अत्र विवरणसौकर्य विषयता विषयिता इति विषयः अत्र अत्र अस्ति, सर्वव्यवहाराणां कारणं। तर्हि इदानीं प्रश्नः उदेति, व्यवहारः नाम किम् इति? अत्रैव दत्तम् अस्ति, व्यवहार इति वक्तुं समर्थः इति उक्तम् अनन्तरम् एव, तस्मिन्नेव परिच्यते। व्यवहार नाम शब्दप्रयोगः एव। अन्यत् अस्ति, यथा पश्यति चेत् केनापि प्रमाणेन न ज्ञाता इति अस्ति तत्र। अत्र प्रमाणेन इति सामान्यशब्दः नास्ति, इति पारिभाषिकशब्दः अस्ति, प्रमाणेन न ज्ञाता। अत्र फुट्नोट् मध्ये अपि दत्तमस्ति, ज्ञानस्य उपायः इति दत्तमस्ति, परन्तु अनन्तरं पुस्तके तस्मिन् विषये महान् विवरणम् अस्ति, तत्र महत् विवरणम् अस्ति, अनन्तरं वयं पठामः। तत्र प्रमाणानि सन्ति, अत्र तु किञ्चित् केवलं सरलरूपेण सामान्य भाषया एव तत्र निरूपितं, ज्ञानस्य उपायः इति, परन्तु पारिभाषिकशब्दः अस्ति, अनन्तरं विवरणं भवति। केनापि प्रमाणेन न ज्ञातः न सः गाम् आनय, तत्र स्थूलाक्षरैः मुद्रितमस्ति, गाम् आनय इति वाक्यम् इति वक्तुम् इच्छति। गाम् आनय, यदि कोऽपि वदति तर्हि तद् वक्तुमेव न शक्नोति, यदि ज्ञानं नास्ति चेत्। प्रथमं ज्ञानम् आवश्यकं, तदनन्तरमेव गाम् आनय इति वाक्यप्रयोगः सम्भवति इति वक्तुम् इच्छति तत्र। तर्हि व्यवहारस्य सर्वव्यवहारस्य सर्वशब्दप्रयोगस्य कारणम् अस्ति ज्ञानम् इति वक्तुम् इच्छति तत्र तस्मिन् परिच्छेदे। आम् इति स्पष्टमस्ति वा? आम् महोदय। अस्तु, तर्हि तदनन्तरं पुनः तत्र द्वितीयं परिच्छेदमपि पठतु। अहमेव वा? आमां पठतु। अतः अस्ति ज्ञानापेक्षा अस्ति। किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मटं वा जानाति। एवं अत्र किञ्चित् तत्र प्रयत्नं करोतु, किं वक्तुम् इच्छति अत्र? अतः अस्ति ज्ञानापेक्षा, किञ्चित् तत्र विवरणं कर्तुम् इच्छति वा? यः पुरतः घटः अस्ति, तद् अयं घटः इति कथं ज्ञातुं शक्नोति चेत् ज्ञानस्य आवश्यकम् अस्ति, तदेव ज्ञानापेक्षा. आम् आम्, अतः अस्ति ज्ञानं, अस्तु तर्हि व्यवहारं कर्तुम् इच्छति चेत् ज्ञानस्य अपेक्षा अस्ति, अतः एव ज्ञानापेक्षा. किञ्च अन्यच्च इति वदति, किञ्च अन्यच्च किञ्च कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति. आम्, यः तस्य पुरतः अयं घटः इति जानाति. आम् आम्, तदा सः पटं मठं वा न जानाति. न जानाति. तत् इदानीं चिन्तयतु, तत् सत्यं वा? किं वक्तुमिच्छति तत्र? अस्माकम् अस्माकम् एतादृशः अनुभवः अस्ति वा, यदा वयं घटं जानीमः तदा पटं मठं वा न जानीमः इति अस्माकं अनुभवः अस्ति वा? यः अत्र अत्र अयं घटः इति जानाति चेत्, ज्ञानम् अस्ति चेत् अयं पटम् अयं मठम् इति अपि ज्ञातुं शक्नोति. आमां ज्ञातुं शक् तदनन्तरं ज्ञातुं शक्नोति. किं वक्तुमिच्छति अत्र इत्युक्ते, एकस्मिन्नेव काले एकस्मिन्नेव समये बहूनां वस्तूनां ज्ञानं न जायते इति वक्तुमिच्छति, एकस्मिन्नेव क्षणे. अस्तु अस्तु, एकस्मिन् स्पष्टं बहु. आम्, तर्हि यदा घटं जानाति तस्मिन् एव क्षणे पटं मठं वा न जानाति. अनन्तरम् आगच्छति पुनः अत्र अत्रापि बहु किमपि तत्र वक्तव्यं भवति, परन्तु अनन्तरम् आगच्छति किमर्थम् एकस्मिन् काले बहूनां वस्तूनां बहूनि ज्ञानानि न जायन्ते इत्यपि सर्वमपि अनन्तरम् आगच्छति, परन्तु तात्पर्यं तदेव, एकस्मिन्नेव क्षणे एकस्य एव ज्ञानं जायते, तदेव तात्पर्यः. अस्तु अस्तु, अनन्तरम् एवं यदा पटं जानाति न तदा घटं मठं वा. आम् एवमेव, तस्यैव किञ्चित् इतोपि विवरणम्. आम् एवम् अन्यत्रापि. अस्तु, अन्यथा एकेन ज्ञानेन सर्वे अपि पदार्थाः ज्ञाताः इति सः सर्वज्ञः एव स्यात्. ओ, यः अनेकाः पदस्य ज्ञानं जानाति चेत् सः सर्वज्ञः इति अत्र उच्यते वा? आमां, तदेव तस्य आशयः अस्ति. अहं घटं जानामि, मम घटज्ञानम् अस्ति, परन्तु तत् ज्ञानेन एव अहं पटं मठमपि जानामि, तर्हि एकस्य एव घटस्य ज्ञानेन अहं सर्वमपि जानामि. एकेन एव ज्ञानेन सर्वे अपि पदार्थाः ज्ञाता भवन्ति इति वदति. ततः एव एकस्मिन् क्षणे एकस्य एव ज्ञानं जायते इति वदति. अस्तु, अनन्तरं रक्षा भगिनी पठति वा? आं, पठामि महोदय. एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः न अन्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः, स एव च विषयता सम्बन्धः. घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सहैव वर्तते न पटेन सह इति. वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतीम्. आम् आम्, किञ्चित् विवरणं करोति भगिनि. यस्य पदार्थस्य ज्ञानं भवति तस्मिन् क्षणे मनसि, तस्य सहैव पदार्थः ज्ञातः भवति न अन्यः इति व्यवस्थासिद्धये सिद्धार्थं ज्ञानस्य घटपटादीनां च कश्चित् सम्बन्धः अस्माभिः कल्प्यः भवति. सः एव सम्बन्धः अस्ति विषयतासम्बन्धः इति. यदा वयम् इयम् अयं घटः इति ज्ञानमस्ति चेत् तत्र घटः भवति विषयः घटे विषयता अस्ति यद्यपि घटः अपि वर्तते पटः अपि वर्तते परन्तु ज्ञानम् अत्र अस्माकम् अपेक्षितं ज्ञानम् अस्ति अयं घटः इति ज्ञानं तर्हि ज्ञानस्य घटस्य विषयतासम्बन्धः वर्तते अनयोः मध्ये घटेन सह एव ज्ञानस्य विषयतासम्बन्धः आम् आं सत्यं सत्यम् अन्येन सह नास्ति इति कृत्वा घटस्य एव ज्ञानं भवति इति तत्र अस्ति नान्य इति व्यवस्था स्थिति परिस्थितिः एवम् अस्ति परिस्थितिः एवम् अस्ति एकस्य एव पदार्थस्य एकस्मिन् क्षणे ज्ञानं भवति एक एव पदार्थज्ञातः भवति स्थितिः परिस्थितिः व्यवस्था एवम् अस्ति तर्हि कथं वा वयं तत् ज्ञातुं शक्नुमः कथं वा तत् व्यवस्थायाः सिद्धिं कर्तुं शक्नुमः इत्येव प्रश्नः कथं वा वयम् एक्स्प्लेन् कर्तुं शक्नुमः इति तस्य सिद्धिः कथं भवति इति प्रश्नः यथा भवती उक्तवती तत् तत्र यदि वयं विषयता नाम सम्बन्धस्य कल्पनां कुर्मः चेत् ततः वयं तस्याः व्यवस्थायाः सिद्धिं कर्तुं शक्नुमः तदेव अस्ति अस्तु अस्तु अत्र किमपि कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि अग्रेसराम भगिनी एव पठतु अनन्तरं तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता ज्ञानस्य घटः विषयः अतः घटे विषयता अयमेव च सम्बन्धः वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानम् ज्ञाने विषयिता तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयता सम्बन्धः किञ्चित् विवरणं करोतु अस्तु प्रत्यस्मिन् ज्ञाने विषयः अस्ति प्रत्यस्मिन् ज्ञानस्य विषयता भवत् विषयः भवति विषये भवति विषयता इति कश्चन गुणः तर्हि तस्य तेन पदार्थेन सह ज्ञानस्य सम्बन्धः विषयतासम्बन्धः इति उच्यते इदानीं घटः ज्ञानस्य विषयश्चेत् घटज्ञानयोः मध्ये विषयतासम्बन्धः वर्तते अतः ज्ञाने विषयः अस्ति इति कारणेन ज्ञानं विषयी अस्ति आम् सत्यं सत्यम् अपि च ज्ञाने विषयिता अस्ति ज्ञानं विषयी तदर्थं ज्ञानम् अस्ति ज्ञाने विषयिता अस्ति यथा घटे विषयता आसीत् तर्हि विपरीतक्रमेण घटस्य ज्ञानेन सह यः सम्बन्धः अस्ति सः विषयितासम्बन्धः आम् सत्यम् अत्र यदि वयं पश्यामः चेत् वयं पूर्वं दृष्टवन्तः अत्र संयोगनामसम्बन्धः अस्ति समवायनामसम्बन्धः अस्ति तादात्म्यनामसम्बन्धः अस्ति तत्र चिन्तयतु तत्र संयोगसम्बन्धः अस्ति चेत् तत्र एक एव सम्बन्धः भवति संयोगसम्बन्धः एव अत्र अस्ति घटः अस्ति भूतले घटः अस्ति चेत् तयोः सम्बन्धः संयोगसम्बन्धः एव परन्तु अत्र पश्यतु अत्र किं वदति विषयता अस्ति विषयिता अस्ति द्वौ अपि सम्बन्धौ स्तः अत्र सम्बन्धः अस्ति ज्ञान घटयोः सम्बन्धः परन्तु द्वौ अपि सम्बन्धौ अत्र कल्प्येते ज्ञाने अस्ति विषयिता घटे अस्ति विषयता द्वौ अपि सम्बन्धौ तादृशी परिस्थितिः नास्ति तत्र यदा भूतले घटः भवति तादृशी परिस्थितिः नास्ति किमर्थं तादृशी परिस्थितिः नास्ति स्वरूपमहोदय किमपि उक्तवान् कोऽपि स्मरति वा वृत्ति अनियामकः सम्बन्धः सत्यं सत्यं सत्यं तदेव अत्र तत्र भूतले घटः अस्ति चेत् तत्र वृत्तिनियामकसम्बन्धः अस्ति सर्वदापि घट आधेयः भवति सर्वदापि भूतलं अधिकरणं भवति परन्तु तादृशी स्थितिः अत्र नास्ति. अत्र आधेयता आधारता आधेय आधारभाव अस्ति अत्र नास्ति. तद् वृत्तिनियामकसम्बन्धः नास्ति. तादृशे स्थले तत्र द्वौ अपि सम्बन्धौ भवतः यथा अस्ति अत्र. ज्ञाने अस्ति विषयिता, विषये अस्ति विषयता. द्वौ अपि सम्बन्धौ अत्र स्तः. तत्र घटस्य ज्ञानेन सह अस्ति विषयिता सम्बन्ध, ज्ञानस्य घटेन सह अस्ति विषयता सम्बन्ध. तर्हि तत्र तत् ज्ञातं वा, तत्र कथं वा वयं वक्तुम्? अत्र मिता भगिनी वदतु, घटस्य ज्ञानेन सह कीदृशसम्बन्धः? विषयतासम्बन्धः. हा, कथं वक्तुं शक्नुमः वयं? कथं वा ज्ञानेन तस्य ज्ञानस्य घटेन सह सम्बन्धः वयं वदामः चेत् तत्र किं भवति इत्युक्ते, घटे यत् धर्मः अस्ति, यः धर्मः, तं धर्मं स्वीकृत्य वयं सम्बन्धं रचयामः. तत्र घटे अस्ति विषयता, तर्हि विषयतां स्वीकृत्य वयं ज्ञानस्य घटेन सह विषयतासम्बन्धः. यदि विपरीतरूपेण चिन्तनं कुर्मः चेत्, ज्ञाने कः घटा धर्मः अस्ति, तर्हि घटस्य ज्ञानेन सह विषयिता सम्बन्धः. एवं वयं वक्तुं शक्नुमः. यः सम्बन्ध द्वौ अपि सम्बन्धौ वृत्ति अनियामकौ सम्बन्धौ. एवमेव अस्ति. अस्तु, अन्य किमपि प्रश्नः अस्ति वा? किमपि चर्चां कर्तुम् इच्छति वा? किमस्ति अन्यत्? किमपि स्पष्टमस्ति? अस्तु, तर्हि अस्तु, तर्हि अन्य कोऽपि आगतः वा? अहं ध्वनिं श्रुतवान्. जयन्ति. ओ, जयन्ति भगिनि. अस्तु, तर्हि जयन्ति भगिनी अनन्तरम् अन्येन केनापि आगतम् अस्ति. अन्य कोऽपि अस्ति वा? अस्तु अस्तु, तर्हि अग्रे करामः. इदानीं जयन्ति भगिनी पठितुमिच्छति वा? आम् आम्. अस्तु, इत्थं हि सम्प्रदाये ज्ञानपदार्थं तदारभ्य पठतु. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं. ज्ञानं दीपस्थानापन्नं. विषयः विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा, सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति, स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते. यस्मिन् सा प्रभा नास्ति, सः न प्रकाश्यते, अतः विषयः इति न उच्यते. आम्, अस्तु, किञ्चित् विवरणं करोतु. अस्तु, इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. सम्प्रदाय नाम किम् अत्र? सम्प्रदाये न्यायशास्त्रे वा? आमाम् आमां, नैयायिकानां सम्प्रदाये इत्येव. किं भोः, पुनः वदतु कृपया. नैयायिकानां सम्प्रदायम् एवम्. अस्तु, प्रदाये ज्ञानपदार्थं बोधयन्ति. इत्थम् इत्युक्ते अत्र वा? इत्थम् इत्युक्ते एवम् एवम् एवम् अनेन प्रकारेण इति. अस्तु अस्तु, अत्र उदाहरणम् अस्ति किल, ज्ञानम् एवम् एवम् अत्र उदाहरणम् अस्ति. वयं किञ्चित् भिन्नरूपेण चिन्तयितुं शक्नुमः इत्येव. इत्थम् इत्युक्ते अनेन प्रकारेण, अनन्तरं यत्किमपि दत्तमस्ति तदेव प्रकारम्. ज्ञानं दीपस्थानापन्नम् इत्युक्ते किम् इति अहं न जानामि. दीपस्थानापन्नम् इत्युक्ते किं भोः? आपन्नमेव, स्थान आपन्नम्, स्थानस्थितम् इति, प्राप्तम् आपन्नम्. अस्तु, ज्ञानम् इति पदार्थः दीपस्थाने अस्ति इति वा? न, इत्युक्ते अत्र अस्ति पेरलेल्, तत्र अस्ति उदाहरणम् अस्ति, एवं चिन्तयतु, एवम् अस्ति ज्ञानम् अस्ति दीप इति चिन्तयतु इति वक्तुमिच्छति. एवं चिन्तयति चेत् प्रकाश यदस्ति प्रकाशं वयं विषयता इति रूपेण चिन्तनं कर्तुं वयं शक्नुमः इति उदाहरणमेव. अस्तु, ज्ञानं प्रकाश एव इति वक्तुं न इच्छति, ज्ञानं दीप इव इति वक्तुम् इच्छति. ज्ञानं दीपः इति चिन्तयतु, विषयः प्रकाशः. आम् आम्, यत्किमपि अत्र दीपः अस्ति चेत् किं भवति, दीपस्य पुरतः कोऽपि किमपि वस्तु अस्ति, तद्वस्तु प्रकाश्यं भवति. एवमेव वयं चिन्तनं कुर्मः चेत् अत्र ज्ञानम् अस्ति घट अस्ति, दीपः अस्ति प्रकाश्य कोऽपि किमपि वस्तु अस्ति, अत्र घटः अस्ति घटः प्रकाश्यते अतः प्रकाश्यः इति खलु. सत्यं सत्यम्. आम्, दीपः अस्ति दीपस्य कारणेन सः प्रकाश्यते. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. दीपः यदि दीपः इव चिन्तयामः चेत् द्वयोः मध्ये पूर्वमेव वयं दृष्टवन्तः ज्ञानदीपयोः ज्ञान घटयोः मध्ये विषयता सम्बन्धः वर्तते. तादृश दीप विषय अस्ति अत्र घटः, दीपघटयोः मध्ये विषयता सम्बन्धः इति खलु. किञ्चित् भिन्नम् अत्र किमस्ति इत्युक्ते, दीप अस्ति अनन्तरं कोऽपि प्रकाश्यवस्ति, इदानीं चिन्तयतु घट एव अस्ति, तर्हि दीप अस्ति दीपस्य प्रकाशः अस्ति, प्रकाशः किं करोति इत्युक्ते घटं प्रकाशयति, पटं प्रकाशयति, भूतलं प्रकाशयति, वृक्षं प्रकाशयति, किमपि वस्तु अस्ति तत् वस्तु प्रकाशयति. तर्हि इदानीं दीपस्य अस्ति प्रकाशः, ज्ञानस्य अस्ति विषयता, एवम् अस्ति उपमानम् अत्र. दीपस्य अस्ति प्रकाशः, दीपस्य प्रकाशः घटस्य उपरि पतति, ज्ञानस्य अस्ति विषयता, विषयता घटस्य उपरि पतति, एवमेव. भवान् यत् उक्तवान् अत्र घटः विषयः अस्ति, घटस्य उपरि दीपः अस्ति, घटस्य उपरि दीपस्य प्रकाशः. हा, क्षम्यतां, घटस्य उपरि दीपस्य प्रकाशः अस्ति अतः घटः प्रकाश्यते. तर्हि अत्र घटः दीपयोः मध्ये विषयता न प्रकाशयोः मध्ये वा विषय घट. आं सत्यं, दीपघटयोः मध्ये सम्बन्धकः नाम प्रभा, दीपस्य प्रभा, दीपस्य प्रकाशः एव सम्बन्ध. यथा अस्ति तथैव वयं ज्ञानस्य ज्ञानघटयोः मध्ये विषयता इति सम्बन्धः अस्ति, एवं चिन्तनं कर्तुं वयं शक्नुमः, एवं वदतु. अत्र प्रकाशः इति प्रकाशः इति पदस्य स्थाने विषयता सम्बन्धः इति. आम्, ज्ञान यदि कथं घटति, यदि वयं वदामः दीपस्थाने वयं ज्ञानं, ज्ञानस्थाने दीपं वयं स्थापयामः चेत् कथं भवति इत्युक्ते, दीपः अस्ति दीपस्य अस्ति प्रकाशः, यदि प्रकाशः घटस्य उपरि पतति चेत् एव घट दृश्यते, वयं घटं द्रष्टुं शक्नुमः. यदि दीपस्य प्रकाशः घटस्य उपरि पतति चेत्, यदि दीपस्य प्रकाशः घटस्य उपरि नास्ति चेत् वयं घटं द्रष्टुं न शक्नुमः. तथैव ज्ञानस्य विषयता घटस्य उपरि अस्ति चेदेव घटस्य ज्ञानं जायते. यदि ज्ञानस्य विषयता अन्यस्मिन् अस्ति चेत् अन्यस्य ज्ञानं जायते, घटस्य ज्ञानं न जायते, एवं वक्तुम्. अस्तु अस्तु, अत्र उपमा एव अस्ति खलु, मेटफर् एव अस्ति. मेटफर् एवम् एवं तत्र उपमानमेव सत्यम्. अस्तु अस्तु अस्तु, अग्रे पठतु. आम्, या प्रभा. आम् आम् आम् आम् अस्तु अस्तु. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इति उच्यते. ज्ञानस्य विषयः घटः, घटस्य उपरि प्रकाशः पतति. अतः या प्रभा तस्मिन् पतति सः तस्य उपमानं ज्ञानस्य विषयः इति अत्र. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते. यत्र प्रकाशः न पतति, यस्मिन् न पतति, तत्र ज्ञानस्य विषयता एव न वर्तते. आमाम् आमाम्, उपमानरूपेण यदा यथा यस्मिन् प्रभा न पतति स न प्रकाश्यते न दृश्यते, तथैव यस्मिन् ज्ञानस्य विषयता न पतति तदपि ज्ञानस्य विषयः न भवति, ज्ञाने न आगच्छति, तस्य ज्ञानं न जायते. एवम् अस्तु, अतः विषयः इति न उच्यते. यत्र यत्र विषयता नास्ति तत्र विषयः एव न वर्तते इति. आमां सत्यं सत्यम्. अग्रे पठामि वा? अस्तु. इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. अस्तु, किञ्चित् वदतु अत्र. किञ्चित् सूक्ष्मरूपेण किमपि अत्र स्थापितमस्ति, किञ्चित् विवरणं करोतु, अनन्तरं चर्चां कुर्मः. अस्तु, इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. घटे अस्ति विषयता इति धर्मः. यत्र ज्ञानं नास्ति अयं घटः इति ज्ञानं न अस्ति, तत्र विषयता एव न वर्तते. कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते. आम्, पूर्वमेव वयं उपमा इति भगिनी उक्तवती, तदेव अत्रापि प्रकाशरूपेण ज्ञानं इति उपमा भवति. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. ज्ञानम् एव विषयतां निरूप्यते इति. अतः ज्ञानमेव निरूपकम् इति भवति. आम् इत्युक्ते ज्ञानमेव दीपरूपेण घटस्य उपरि किं पतित्वा किं पतति, ततः एव विषयता इति सम्बन्धः जनयति. अतः एव अत्र ज्ञानं विषयता इति भावं निरूप्यते. आम् आम्, अत्र सम्यक् सम्यक्, बहु सम्यक्. अत्र किञ्चित् इतोपि किञ्चित् वक्तव्यं भवति. यत् इदानीं चिन्तयतु, घट अस्ति, पटमपि अस्ति कुत्रचित्, परन्तु तत्र कोऽपि घटं न पश्यति, तत्र पटमपि न पश्यति. यदि न पश्यति चेत् तत्र घटे पटे वा विषयता भवति वा? तत्र अन्धकारे, तत्र रात्रौ कुत्रचित् घट अस्ति, पटमपि अस्ति, कोऽपि न पश्यति चेत् तत्र विषयता न भवति. विषयता का तत्र, यदि विषयता अस्ति चेत् विषयता अपि किं भवति अत्र ससम्बन्धिक इति वक्तुं शक्यते. यदि विषयता अस्ति चेत् ज्ञानमपि भवेत्, यदि ज्ञानम् अस्ति चेत् विषयता अपि भवेत्. एवमस्ति तत्र, एवं निरूपितनिरूपकभावसम्बन्धः अस्ति द्वयोः मध्ये. तर्हि अत्र पुस्तके अस्ति घटनिष्ठविषयता निरूपकं ज्ञानं तत् सत्यं. तर्हि ज्ञाननिष्ठविषयिता निरूपकं निरूपकविषयः अपि घटे अस्ति, तदपि वयं वक्तुं शक्नुमः. ज्ञाननिष्ठविषयिता निरूपक विषयः अस्ति घटे, घटनिष्ठविषयनिरूपकविषयिता अस्ति ज्ञाने. तत् स्पष्टमस्ति वा? स्पष्टमस्ति. ज्ञाननिष्ठविषयिता निरूपित घटनिष्ठविषयता, यदि विषयता सत्यं सत्यं सत्यम् अन्य विपरीतरूपेण अपि वयं वक्तुं शक्नुमः. विपरीतरूपेण घटनिष्ठविषयता निरूपित ज्ञाननिष्ठविषयिता विषयिता सत्यम्. एवम् एवमेव अस्ति. एवम् अत्र प्रकाशस्य प्रेषकं निरूपकम् इति, ज्ञान एव निरूपकम् इति अत्र उक्तमस्ति. तत्र किञ्चित् तत्र द्वयोः अपि निरूपितभावसम्बन्धः अस्ति इति कृत्वा वयं विपरीतरूपेण अपि वक्तुं शक्नुमः. महोदय, अत्र घटम् अस्ति इति घटस्य दर्शनं नास्ति खलु? मनसि घट अयं घटः इति ज्ञानापेक्षः जनयति चेत् अपि तद् ज्ञानम्. आमां सत्यं सत्यं. तत्र यदा तत्र स्मृतिरूपेण भवति, पूर्वस्मिन् काले कदाचित् वयं घटं दृष्टवन्तः, इदानीं किं भवति, तस्य घटस्य स्मरणम् आगच्छति, तत्र स्मरणात्मकं ज्ञानं भवति तदा. अस्तु अस्तु, अग्रे पठतु अमिता भगिनी पठति वा? प्रकाशः अपि एषः त्रिविधः घटभूतलयोः संयोगः यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. निदर्शनम् इत्युक्ते महोदय? निदर्शनम् इत्युक्ते उदाहरणम्, एक्साम्पल् एव. अस्तु अस्तु. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. आम् आम् अस्तु. किञ्चित् इतोपि अग्रे पठामि वा? अस्तु, किञ्चित् अत्र अस्तु. इतः अत्र किमस्ति इत्युक्ते इतोपि अधिकमासीत् तेषां प्रकाशशब्दः. अस्तु, तर्हि अत्र आकार इति पदस्य एतत् वयं ज्ञातुं शक्नुमः. तर्हि आकार नाम किम् इति अस्य विवरणमस्ति अत्र. घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. तस्य तत्र इत्युक्ते घट अस्ति, भूतलम् अस्ति, तयोः संयोगः अपि अस्ति. इदानीम् अस्ति अस्माकं मनसि ज्ञानं जायते. ज्ञानं किम् इत्युक्ते अत्र भूतले घट अस्ति इति ज्ञानं. तस्य शास्त्रेषु न्यायशास्त्रेषु कथं शब्दरूपेण तस्य निरूपणं भवति इति प्रश्नः. शब्दरूपेण कथं, शब्दस्वरूपं कथम् अस्ति न्यायशास्त्रे? ज्ञानमस्ति घटे, भूतले अस्ति घट, तदेव ज्ञानम्. अस्माकं ज्ञानं भवति, परन्तु तस्य ज्ञानस्य शब्दरूपेण न्यायशास्त्रे कथं निरूपणं भवति तस्य शास्त्रेषु न्यायशास्त्रेषु एव कथं भवति इत्युक्ते भूतलं घटवत् इति आकारकं भवति. आकार नाम शब्दस्वरूपम् इत्येव तस्य अर्थः. पुनः एकवारं पठतु भगिनि. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आम् अनन्तरं पठतु. आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. आम् सत्यं तत्र अस्ति. शब्देन प्रतिपादितं स्वरूपं किम् अस्ति इत्युक्ते तत्र शब्दस्वरूपम् अस्ति भूतलं घटवत् इति. अत्र आकारः इत्युक्ते रूपम् इति नास्ति, शब्देन यद् प्रतिपादितम्. आम् शब्देन प्रतिपादितं स्वरूपं केवलं रूपं न. अस्तु अत्र अस्ति ज्ञानादि सविषयकपदार्थानां. तर्हि ज्ञानादि इति उक्त्वा किं किं वक्तुम् इच्छति अत्र? तत्र गुणविभागसमये वयं पठितवन्तः किल ज्ञान इच्छा द्वेष किमपि वयं पठितवन्तः. तत्र ज्ञान अस्ति चेत् सविषयकपदार्थः अस्ति ज्ञानं. ज्ञानमपि अस्ति अस्ति गुण अस्ति गुणापि पदार्थेषु अस्ति किल. ततः ज्ञानादि परन्तु ते पदार्थाः किञ्चित् भिन्नाः, ते सविषयकाः पदार्थाः इति वक्तुम् ज्ञानमस्ति चेत् सर्वदापि कस्य ज्ञानम् इति प्रश्नः. तस्य ज्ञानस्य सर्वदापि विषयो भवति. इच्छा अस्ति चेत् कस्य इच्छा इति विषयः तत्र उत्पन्नः भवति. द्वेष अस्ति चेत् कस्मिन् तत्र द्वेषः इति प्रश्नः उदेति. तत्र ते सविषयकाः पदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति. तत्र इच्छायाः विषयः अपि भवेत् अन्येपि ये सन्ति सविषयकाः पदार्थाः तेषां एवमेव वाक्य शब्दस्वरूपं भवति इति वक्तुम् इच्छति. महोदय अत्र प्रश्नः अस्ति, ज्ञाने विषयः अस्ति इति कारणेन ज्ञानमस्ति सविषयकम् इति वा? सत्यं सत्यं सत्यम् एवम् एवम् इच्छायाम् अस्ति कोऽपि विषयः, इच्छायाः विषयः तर्हि इच्छा अपि सविषयकः. द्वेषे अस्ति कोऽपि विषयः, कस्मिन् उपरि यस्य कस्य उपरि अपि द्वेषः भवेत् सः भवति द्वेषस्य विषयः, ततः द्वेषः अपि सविषयकः एवमेव भवती यद् उक्तवती तदेव अस्ति. अस्तु अग्रेसरामः वा? अत्र इदानीम् अत्र आकारः आम् अत्र अत्र आकारः इत्यस्य ज्ञान सविषयकपदार्थानाम् अत्र आकारः अस्ति अत्र अस्ति किल तेषां प्रकाशितानाम् अत्र के सन्ति प्रकाशिताः अत्र पश्यतु अत्र चित्रे यदस्ति अत्र प्रकाशिताः के सन्ति भूतलम् अस्ति भूतलघटयोः संयोगः अस्ति घटः अस्ति ते अर्थाः ते विषयाः ते प्रकाशिताः विषयाः तेषां कथं निरूपणं भवति न्यायशास्त्रे शब्दरूपेण वयं कथं वदामः इत्युक्ते भूतलं घटवत् इति आकारकः शब्दस्वरूप इति आकारकं शब्दस्वरूपं भवति तस्य ज्ञानस्य इति वक्तुम् इच्छति. इत्युक्ते ज्ञानमस्ति आकारः इति विषयाणां निरूपणम् आकार इति शब्देन विषयाणां निरूपणं शब्दस्वरूपम् आकार अस्ति. अत्र शब्दस्वरूपं कथम् अस्ति? अत्र भूतलं घटे इति शब्दस्वरूपं नास्ति, भूतले घट इति शब्दस्वरूपं नास्ति, शब्दस्वरूपम् अस्ति भूतलं घटवत् इति. तत् शब्दस्वरूपम् एव आकार इति वदति. भूतलं घटवत् इत्युक्ते किं भोः? भूतलं घटवत् इत्युक्ते तत्र मतु प्रत्ययः अस्ति, तत् भूतल अस्ति, घटवान् इति घटवत् घटवान् न भवति, घटवत् इत्युक्ते भूतले घट अस्ति इति ज्ञानस्य निरूपणमेव भवति. घटवत् इत्युक्ते घट अस्ति तस्मिन् भूतले इति अर्थः. अस्तु अस्तु. तद् निरूपणम् इत्थं भवति न्यायशास्त्रे इति वक्तुम् इच्छति. इदानीं चिन्तयतु, ज्ञानमस्ति कुत्र? ज्ञानमस्ति आत्मनि, तत्र ज्ञानमस्ति. कीदृशं ज्ञानं? ज्ञान तत्र वयं जानीमः, तत्र कीदृशं ज्ञानं न्यायशास्त्रे वयं वदामः चेत् तत्र ज्ञानस्य स्वरूपं भवति. यदि न्यायशास्त्रीयरूपेण ज्ञानं चिन्तयामः चेत् तत्र भवति घटनिष्ठ आधेयता निरूपित अधिकरणतावत् भूतलम्, एवं भवति तस्य ज्ञानस्य स्वरूपम्. परन्तु शब्दस्वरूपं वयं शब्देन न्यायशास्त्रे कथं तत् ज्ञानं ज्ञानस्य निरूपणं कुर्मः इत्युक्ते, वयं भूतलं घटवत् एवं वदामः शास्त्रे इत्युक्ते स्टाण्डर्ड् फार्म् अस्ति इति वक्तुमिच्छति. स्टाण्डर्ड् फार्म् एवम् एवं वक्तुमिच्छति. रक्षा भगिनी, इतोपि किञ्चित् विवरणम् आवश्यकं वा इति स्पष्टमस्ति? स्पष्टमस्ति महोदय, धन्यवादः. अस्तु, तर्हि अग्रे पठामः. शीघ्रं शीघ्रम् इतोपि किञ्चित् अस्ति अत्र, शीघ्रं शीघ्रम्. अस्तु, रक्षा भगिनी पठति वा? अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः. तत्र एका प्रभा वर्तते, एवं भूतले एका प्रभा वर्तते. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, भूतलं विशेष्यं. तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति ज्ञायेत. अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यम्. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते, संयोगे विद्यमाना प्रभा संसर्गता इति, एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते. आम्, अत्र इदानीं वयं चित्रं पश्यामः, तर्हि किञ्चित् चित्रं दृष्ट्वा किञ्चित् विवरणं करोति वा? अत्र ज्ञानम् इति अस्माकं दीपम् अस्ति चेत् ज्ञानेन तेन ज्ञानेन या प्रभा वर्तते सा प्रभा घटे वर्तते, संयोगसम्बन्धे वर्तते, अपि च स एव प्रभा भूतले अपि वर्तते. आम् इदानीम् अस्तु, इदानीम् अस्तु महोदय. भूतले संयोगेन घटः अस्ति इत्यनेन घट भूतलं घटवत् इति वाक्यं वदामश्चेत् तत्र विशेषणम् अस्ति घटवत् घटः, भूतलमस्ति विशेष्यं. तर्हि एका एव प्रभा सर्वत्र वर्तते, तिस्रः प्रभा अत्र वर्तते, तयोः मध्ये तेषां मध्ये भेदः कः इत्युक्ते विशेषणे विद्यमाना प्रभा प्रकारता, संयोगे विद्यमाना प्रभा संसर्गता, विशेष्ये विद्यमाना प्रभा विशेष्यता. इत्युक्ते भूतले विद्यमाना प्रभा विशेष्यता इत्युच्यते, संयोगे संसर्गता, घटे प्रकारता इति. आमां, सत्यं सत्यम्. इदानीम् अत्र अत्र वाक्यमस्ति भूतलं घटवत् इति वाक्यमस्ति. सुलभतया सरलतया वयं कथं जानीमः अत्र अस्मिन् वाक्ये भूतलं विशेष्यः विशेष्यं वा घटः विशेष्यः वा, तयोः मध्ये कः विशेष्य कः किं विशेषणम् इति वयं कथं सरलतया वक्तुं शक्नुमः? मतु प्रत्यये यत्र युक्तः भवति तदेव विशेषणं भवति. सत्यं सत्यं, तत्र मतु भवेद् अन्य किमपि भवेत्, परन्तु भूतलं यदस्ति यत् यत् प्रथमान्तरूपं यस्य पदस्य अस्ति तद्भवति प्रायः मुख्यविशेष्यः. भूतलम् अस्ति प्रथमा विभक्ति तत्र प्रथमान्तरूपं, तर्हि तत् भवति विशेष्य घटवत् मतुः अस्ति भगिन्या यदुक्तं तत् तत् सत्यमस्ति, तद् भवति विशेषणं। तर्हि अत्र अस्ति भूतलविशेष्यकं घट घट अस्ति विशेषणम् अस्तु। तर्हि परन्तु यदा ज्ञानं जायते, यदा ज्ञानं कथ कीदृशं ज्ञानम् इत्युक्ते भूतलं घटवत् इत्याकारकं ज्ञानं यदा जायते तदा विषयता सर्वत्र भवति। सर्वत्र नाम कुत्र कुत्र इत्युक्ते अत्र दत्तमस्ति तत्र दीपस्य प्रकाशः भूतले उपरि अपि पतति, दीपस्य प्रकाशः भूतलघटसंयोगयोः अपि पतति, संयोगे अपि पतति, भूतलघटसंयोगे अपि पतति, दीपस्य प्रकाशः घटे अपि पतति। इत्युक्ते भिन्नतया वदामः चेत् तत्र ज्ञानस्य विषयता भूतले अपि अस्ति, ज्ञानस्य विषयता संयोगे अपि अस्ति, ज्ञानस्य विषयता घटे अपि अस्ति, तत्र विषयता त्रयः। परन्तु तत्तु सामान्यरूपेण एव निरूपणम्। इदानीं किं वयं कथं वा वयं तयोः तेषां परस्परभेदं किम् अस्ति, भेदः किं कथं वयं जानीमः, किं वयं निरूपयितुं शक्नुमः वा तेषाम् इत्युक्ते तत्र घटे अस्ति विषयता, संयोगे अस्ति विषयता, भूतले अस्ति विषयता, तर्हि तेषां मध्ये तर्हि तत्र कथं वयं वक्तुं शक्नुमः इत्युक्ते यथा भगिन्या उक्तं तत्र यत्र अस्ति विशेषणं, विशेषणे यत् या विषयता भवति सा विषयता प्रकारता इति उच्यते। विशेष्ये विशेष्यं विशेष्य अस्ति अत्र भूतलं, विशेष्ये या विषयता भवति सा विषयता विशेष्यता इति उच्यते। अत्र अस्ति सम्बन्धः, संयोगसम्बन्धः अस्ति, तत्रापि अस्ति विषयता, सा विषयता संसर्गता इति उच्यते। अत्र प्रश्नः अस्ति संयोगे विषयता अस्ति इति इत्यस्य अर्थः कः? सामान्यरूपेण वयं यदि ज्ञातुम् इच्छामः चेत् संयोगे अस्ति विषयता यदा वयं वदामः अत्र तस्य अर्थः किं भवति, कः अर्थः कः? तस्य अर्थः भवति विशेषणविशेषयोः मध्ये संयोगसम्बन्धः अस्ति, न संयोगः एव सत्यं। तत्र तत्र अस्ति घट अस्ति, तत्र घट अस्ति भूतलस्य उपरि, तयोः अस्ति संयोगः। परन्तु इदानीं तस्य संयोगस्य अपि ज्ञानम् अस्ति अस्माकं मनसि इति अर्थः। तस्य संयोगस्य अपि ज्ञानम् अस्ति इति कृत्वा संयोगे अस्ति विषयता इति अर्थः। घटस्य ज्ञानम् अस्ति इति कृत्वा घटे अस्ति विषयता, भूतलस्य ज्ञानम् अस्ति इति कृत्वा भूतले अस्ति विषयता, एवमेव संयोगस्य ज्ञानम् अस्ति इति कृत्वा संयोगे अस्ति विषयता। तर्हि भूतलं घटवत् इति ज्ञाने भूतलस्य अपि ज्ञानं भवति, घटस्य अपि ज्ञानं भवति, घटभूतलयोः संयोगसम्बन्धस्य अपि ज्ञानं भवति, सम्बन्धज्ञानम् अपि भवति, एवम् अर्थः। अनन्तरं वयं पश्यामः एतादृशं ज्ञानं सविकल्पकं ज्ञानम् इति कथ्यते। यत्र कुत्र किमपि सविकल्पकं ज्ञानं भवति तत्र विषयताश्रयः तिस्रः तत्र वर्तन्ते सर्वदा। तत्र विशेषणस्य विषयता, विशेष्यस्य विषयता, तयोः सम्बन्धस्य विषयता, एवं सर्वत्रापि भवति। अस्तु अग्रे सरामः। अन्य किमपि कोऽपि प्रश्नः अस्ति वा? न महोदय। तर्हि भगिनी एव पठतु, शीघ्रं शीघ्रम् अस्ति, समयः अपि जातः इदानीम्। अस्तु एकः एव परिच्छेदः अवशिष्टः। अस्तु महोदय। यथा अस्माकं विशेषसंज्ञाः गणेशादयः कुलसंज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति, गणेशसंज्ञकः शुक्लः, गणेशाख्यः शुक्लः इति व्यवहारः, तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति। विशेषसंज्ञाः प्रकारता संसर्गता विशेष्यता इत्येव रूपाः भवन्ति. किञ्चित् विवरणं करोतु. विशेषसंज्ञाः गणेशादयः इति न जानामि. आम् तत्र किमस्ति इत्युक्ते कुलसंज्ञा अस्माकं भवति किल, अस्माकं फेमिलि नेम् भवति किल, कुलसंज्ञा अस्ति. शुक्ल इति फेमिलि नेम् भवति. अन्यत् किमपि भवति, परन्तु वयं शुक्ल एव केवलं तत्र वदामः चेत् तत्र त्रिषु शुक्लासु कः आगच्छति तर्हि वयं वदामः, यदि तत्र शुक्लत्रयः तत्र अस्ति चेत् वयं वदामः गणेशशुक्ल आगच्छतु इति वदामः चेत् गणेशः आगच्छति. केवलं शुक्ल आगच्छतु इति वदामः कोऽपि न आगच्छति. तर्हि सामान्यरूपेण वदामः चेत् तत्र भेदज्ञानं न जायते, स्पष्टज्ञानं न जायते. यथा कुलस्य विषये तथैव अत्र विषयतायाः विषये अपि तादृशी एव परिस्थितिः अस्ति. ततः एव पुनः यदा वयं पूर्वं दृष्टवन्तः तत्र विषयता विशेषता संसर्गता प्रकारता तस्मिन् एव विषये अत्र किञ्चित् विवरणमेव, भिन्नता कापि नास्ति अत्र. एवमेव तत्र विशेषसंज्ञा प्रकार इत्युक्ते सामान्यसंज्ञा अस्ति विषयता, विषयता अस्ति घटे, विषयता अस्ति सम्बन्धे, विषयता अस्ति भूतले. तत्र सामान्यरूपेण तत्र त्रिषु अपि विषयता अस्ति, परन्तु विशेषरूपेण वयं वक्तुम् इच्छामः चेत् तत्र सम्बन्धे या विषयता अस्ति सा विषयता संसर्गता आख्य संसर्गताख्यविषयता, संसर्गता नाम नाम्नः विषयता. या विषयता अस्ति तत्र भूतले विषयता अस्ति विशेष्य आख्य विषयता, सम्बन्धे यदस्ति संसर्गता, यदस्ति घटे तदस्ति प्रकारताख्यविषयता. एवमेव किञ्चित् विवरणमेव. अस्तु अस्तु अनन्तरं तर्हि विषयता इति सामान्यसंज्ञा, तस्य प्रभेदाः अस्ति प्रकारता विशेषता संसर्गता इत्यादयः. आम् सत्यं सत्यम् एवं. तथा च घटे प्रकारताख्यविषयता वर्तते, संयोगे संसर्गताख्यविषयता वर्तते, भूतले विशेष्यताख्यविषयता वर्तते. एवं च यद्भवता इदानीम् उक्तं विषयता इति सामान्यसंज्ञा, किन्तु तस्य विशेषतायाः विशेषसंज्ञा प्रकारता. सत्यं सा प्रकारता विशेषणे घटे वर्तते, सा भवति प्रकारताख्यविषयता सम्बन्धे संयोगसम्बन्धे संसर्गताख्यविषय विषयता भूतले विशेष्याख्यविषयता. सत्यं सत्यम्. एवं च घटनिष्ठ प्रकारताख्यविषयतानिरूपकं ज्ञानं, संयोगनिष्ठ संसर्गताख्यविषयतानिरूपकं ज्ञानं, भूतलनिष्ठ विषयताख्य भूतलनिष्ठ विशेष्यताख्य विषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्. आम् सत्यं सत्यम्. अत्र एकमेव ज्ञानमस्ति. अत्र चित्रे पश्यतु, चित्रं पश्यतु, तत्र दीपः एक एव, तथैव ज्ञानमपि एकमेव. एकस्मिन् एव ज्ञाने विषयतात्रयः अस्ति, विषयतात्रयः सन्ति. तत्र घट अस्ति, घटे अस्ति विषयता, सा विषयता विषयितां निरूपयति, सा विषयिता अस्ति तत्र ज्ञाने. तथैव संयोगे अस्ति विषयता, सा विषयता विषयितां निरूपयति, सा विषयिता अस्ति तस्मिन्नेव ज्ञाने. यत् पूर्वमासीत् तस्मिन्नेव ज्ञाने, एकमेव ज्ञानम् एकस्मिन्नेव ज्ञाने, तत्र विषयतात्रयः सन्ति. तदेव तत्र वक्तुमिच्छति. अत्र अस्ति घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानं. वयं संक्षिप्तरूपेण घटनिष्ठप्रकारतानिरूपकं ज्ञानम् इत्यपि वक्तुं शक्नुमः. प्रकारता नाम विषयता, प्रकारताच्यविषयता इति किञ्चित् विवरणं दत्तमस्ति, स्पष्टतार्थं स्पष्टं भवेत् इति कृत्वा तद् विवरणं दत्तमस्ति. परन्तु वयं संक्षिप्तरूपेण घटनिष्ठप्रकारतानिरूपकं ज्ञानं वक्तुं शक्नुमः, संयोगनिष्ठसंसर्गतानिरूपकं ज्ञानं वक्तुं शक्नुमः, भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं वयं शक्नुमः. किञ्चित् स्पष्टतार्थं ग्रन्थकारेण किञ्चित् दीर्घरूपेण उक्तं घटनिष्ठप्रकारताक्षविषयतानिरूपकं ज्ञानम्. इदानीं प्रकारता आक्ष प्रकारता नाम विषयता निरूपकं ज्ञानं, प्रकारता नाम विषयता एव किल, विशेषविषयता नाम प्रकारता, पुनः विषयता इति वक्तुं न आवश्यकं, परन्तु स्पष्टतार्थं विवरणं दत्तमस्ति अत्र. तद् स्पष्टमस्ति वा भगिनि? आम् महोदय. तर्हि एकेन ज्ञानेन त्रयः विषयाः प्रकाश्यन्ते. सत्यं सत्यम्. तदर्थम् अत्र तिस्रः विषयताः सन्ति ये ज्ञानं निरूपयन्ति. आम् सत्यं सत्यम्. अस्तु महोदय. मीता भगिनी, जयन्ती भगिनी, स्पष्टमस्ति वा? किमपि कोऽपि प्रश्नः अस्ति वा? हरि ओम् भोः, श्रूयते वा? आमां श्रूयते. अत्र अवगमनम् अस्ति वा, यत्र ज्ञानम् अस्ति त्रिविधाः विशेषता सदा भवति इति? विषयताः विषयता त्रिविधा, यत्र सविकल्पकं ज्ञानं तत्र ज्ञानस्य अपि अनन्तरं वयम् इतोपि अधिकं विवरणं पश्यामः. अत्र अनन्तरं विभागः भवति, ज्ञानस्य द्विविधः विभागः भवति, निर्विकल्पकं ज्ञानं सविकल्पकं ज्ञानम्. अत्र यत् ज्ञानस्य विषये वयं चर्चां कुर्मः तत्र यत् यत् ज्ञानस्य विषये अत्र चर्चा अस्ति तत् ज्ञानम् अस्ति सविकल्पकं ज्ञानं. सविकल्पकं ज्ञानं यत्र भवति तत्र विषयत्रयः सर्वदा अपि तथा एव विषयतात्रयः सर्वदा अपि. अस्तु अस्तु अस्तु. आम् सर्वदा तत्र किम् अस्ति इत्युक्ते विशेष्य भवति, विशेषणं भवति, तयोः सम्बन्धः भवति इति विषयतात्रयः एवं भवति. अस्तु इदानीम् अवगच्छामि. अत्र महोदय संसर्गता केवलं संयोगसम्बन्ध तत्र संयोग न सम्बन्धस्य सम्बन्धस्य या विषयता यद् इदानीं पश्यतु तत्र रक्तं कमलं यदि वयं वदामः चेत् तत्र किमस्ति, तत्र अस्ति कमलम् अस्ति विशेष्य तत्र रक्तम् इति विशेषणं, तत्र तयोः सम्बन्धः अस्ति समवाय समवायसम्बन्धस्य अपि ज्ञानं जायते. तत्र समवायसम्बन्धे अस्ति विषयता, सा विषयता अस्ति संसर्गता. तत्र संयोगे एव सम्बन्धः भवेत् इति इति नास्ति. अस्तु तर्हि किं कुर्मः, इतोपि प्रश्नः अस्ति वा? नास्ति चेत् वयं समापयामः. नास्ति महोदय. अस्तु तर्हि समापयामः, शनिवासरे मिलामः. धन्यवादः. धन्यवादः. रात्रिः.